सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति धातुविज्ञानं प्रथमं। तत्र धातुविज्ञानम् इति यः अस्माकम् अध्यायः तृतीय अध्यायः अस्ति अस्मिन् जालपुटे, तत्र प्रायशः तत्र त्रीणि करपत्राणि सन्ति। प्रथमकरपत्रे तत्र प्रायशः धातुविज्ञानम् इति अध्याये तत्र किं द्रष्टव्यम्, तस्मिन् अध्याये धातुः प्रक्रियार्थं कथं सिद्धं भवति, तत्र प्रथमसोपाने एव प्रत्ययस्य प्राक् यानि कार्याणि तत्र सम्भवति तानि सर्वाणि कथं सम्भवति इति अत्र धातुविज्ञानम् इति अध्याये तृतीय अध्याये तत्सर्वं दत्तम्। इत्युक्ते न तत्र पूर्वस्मिन् वर्गे दृष्टवन्तः तत्र ये उपदिष्टधातवः द्विसहस्र उपदिष्टधातवः सन्ति तेषां तत्र पाणिनिना मूलरूपं यः अस्ति तत्र केचन अनुबन्धाः सन्ति। प्रथमसोपाने तेषाम् अनुबन्धानां निष्कासनं तत्र भवति। इत्युक्ते प्रथम स्टेप् मध्ये धातुः प्रक्रियार्थं सिद्धं भवेत्। धातुः तत्र प्रक्रियाया इत्युक्ते किं, तत्र पदनिर्माणार्थं तत्र धातुयोगः प्रत्ययः भवति धातुयोगः प्रत्ययः भवति तदा एव तत्र मध्ये बहु किमपि अन्यकार्याणि तत्र सन्ति। परन्तु यदा धातुः प्रक्रियार्थं सिद्धं भवति तत्र यः मूलरूपम् अस्ति धातु यः मूलरूपम् अस्ति तत्र प्रथमसोपाने इत्संज्ञकवर्णानां निष्कासनं, अनन्तरं तत्र कानिचन प्राकृतिककार्याणि सन्ति धातुः आधारेण तत्र ते चत्वारि कार्याणि तत्र अपि करणीयम्। इत्युक्ते प्रत्ययस्य योजनस्य प्राक् तत्र एतादृशः चिन्तनं भवति। सो प्रथमं यः करपत्रम् अस्ति धातुविज्ञानं प्रथमं, तत्र पुनः तत्र इत्संज्ञा प्रकरणस्य विषये यानि सूत्राणि ते सर्वाणि पुनः तत्र दत्तम् अस्मिन् करपत्रे। पूर्वे अपि वयं पठितवन्तः, किमर्थं चेत् तत्र न केवलं धातुविषये इत्संज्ञकवर्णानां निष्कासनं भवति, परन्तु तत्र यत्किमपि उपदिष्टः यत्किमपि उपदेशः व्याकरणशास्त्रे तस्मिन्नपि ये अनुबन्धाः तेषामपि निष्कासनम् आवश्यकम् अस्ति। सो प्रत्ययः भवेत् वा आदेशः भवेत् वा आगमः भवेत् यत्किमपि महर्षिणा उपदिष्टम्, आगमस्य विषये अपि महर्षिः एव तत्र आदेशः करोति, आदेशस्य विषये अपि तत्र महर्षिः एव सूत्रद्वारा वदति एतत् आदेशः करणीयम्। सो तत्र प्रत्यादेशः भवेत् वा तत्र धातु आदेशः भवेत् वा प्रत्येकस्य आदेशस्य अपि च आगमस्य यः मूलरूपम् अस्ति तस्मिन् अपि केचन कुत्रचित् इत्संज्ञकवर्णाः सन्ति तेषां निष्कासनं प्रथमसोपाने आदौ एव योजनस्य यः वयं योगं कुर्मः तस्य पूर्वे एव तत्र इत्संज्ञकवर्णानां निष्कासनं भवति। अतः सम्पूर्णव्याकरणग्रन्थे अष्टाध्यायी इति ग्रन्थे तत्र यः वर्णानां इत्संज्ञा भवति अस्मिन् प्रकरणे एव तेषां विषये सूत्राणि दत्तानि। वयं दृष्टवन्तः तत्र यः पाणिनिधातुपाठमस्ति अतः अथवा तत्र यः पाणिनिधातुपाठं तु साक्षात् अस्माकं सविधे नास्ति, परन्तु तस्मिन् तस्य उपरि ये पूर्वस्मिन् काले तत्र प्राचीनकाले ये वैयाकरणः आसीत् तत्र बृहद् कुस्माकर् इति एकं ग्रन्थम् अस्ति, तस्मिन् सर्वाणि तत्र द्विसहस्रधातुविषये तत्र दत्तम्। परन्तु वयं दृष्टवन्तः तस्मिन् कोऽपि अनुनासिकचिह्नम् अपि च अन्यचिह्नानि अपि न दत्तम्। इत्युक्ते तत्र चिह्नं विषये वयं जानीमः तत्र ये स्वराः ते अनुनासिक अपि च निरनुनासिक सन्ति। सो कथं भेदः जायते इति तत्र तु प्राचीनकाले तत्र स्वरविज्ञानम् आसीत्, ते उच्चारणद्वारा एव ते ज्ञातुं शक्यते तत्र स्वरः अनुनासिक वा निरनुनासिक, परन्तु इदानीन्तनकाले तत् स्वरविज्ञानः तु नास्ति। सो तत्र चिह्न आधारेण वयं सर्वं एतत् जानीमः तत्र स्वरः अनुनासिक वा निरनुनासिक। सो तत्र अनुनासिकस्वरस्य चन्द्रबिन्दु इति चिह्नम् अस्ति, वयं सर्वे जानीमः। अपि च न केवलं स्वरः अनुनासिक निरनुनासिक अस्ति, तत्र स्वराणाम् अन्यत् भेदाः अनुदात्तस्वरः उदात्तस्वरः अपि च स्वरित्स्वरः। सो तत्र अनुदात्तस्वरस्य विषये अपि चिह्नम्, तत्र अधोभागे कोऽपि रेखा अस्ति चेत् स्वरः अनुदात् भवति, स्वरस्य उपरि कोऽपि दण्डम् एकं लघुदण्डं दृश्यते चेत् स्वरः स्वरितः भवति। स्वरस्य अधोभागे कोऽपि चिह्नं नास्ति, उपरि अपि कोऽपि चिह्नं नास्ति, केवलं चन्द्रबिन्दु एव अस्ति चेत् वयं जानीमः एतत् स्वरः तु अनुनासिक उदात्तस्वरः। तत्र अनुनासिकचिह्नमपि अस्ति, अनुदात्तचिह्नमपि अस्ति चेत् स्वरः अनुनासिक अनुदात्तस्वरः इति वदामः। सो तत्र स्वर चिह्नं दृष्ट्वा एव वयं ज्ञातुं शक्यते स्वरस्य तत्र प्रभेदः कः। सो तत्र अत्र किं लिखितमस्ति, तत्र ये पौराणिक तत्र ग्रन्थाः सन्ति व्याकरणस्य विषये, तस्मिन् तु कोऽपि चिह्नं न दत्तम्, परन्तु फलं दृष्ट्वा इत्युक्ते तत्र बहूनि तत्र प्रक्रियाग्रन्थानि, यथा तत्र सिद्धान्तकौमुदी इति प्रक्रियाग्रन्थम् अस्ति, तत्र फलं दृष्ट्वा वयं ज्ञातुं शक्यते। अपि च तत्र सूत्राणि अपि अस्ति, सूत्रं दृष्ट्वा अपि च फलं दृष्ट्वा वयं ज्ञातुं शक्यते। तत्र मूलरूपे यदि कोऽपि स्वरं दृश्यते, लौकिकरूपे तत् स्वरं न दृश्यते चेत् अस्माकम् अनुमानम् एव वयम् ऊहां कर्तुं शक्यते एतत् स्वरः अनुनासिक, अतः एव लौकिकरूपे तत् स्वरं न दृश्यते अपि च न श्रूयते। किमर्थं चेत् तस्य लोपः जायते। सो तत्र अस्मिन् प्रकरणे एकमेव सूत्रम् अस्ति स्वरस्य विषये, तदस्ति उपदेशे अजनुनासिक इति। सो उपदेशे यदा अस्मिन् प्रकरणे उपदेशे इति पदम् अस्ति, अपि च इति पदद्वयम् अस्ति। सो उपदेशे इति वदामः चेत् उपदेशे इत्युक्ते यत्किमपि उपदेशः, सर्वेषु उपदेशेषु तत्र वर्णानाम् इत्संज्ञा भवति इति, तत्र उपदेशे इति पदं, तत्र कोऽपि विशिष्ट उपदेशे विषये किमपि न दत्तं, केवलं लिखितम् उपदेशे अजनुनासिक इति। सो यत्किमपि उपदेशः व्याकरणशास्त्रे, तत् उपदिष्टधातुवः वा अपि च तत्र प्रत्ययः वा आदेशः वा आगमः वा, तत्र अनुनासिक अच् वर्णस्य इत् भवति इति सूत्रं वदति। सो अत्र उपदेश इति पदस्य कृते कोऽपि विशेषणं नास्ति, अतः यत्किमपि उपदेशः तस्मिन् कोऽपि अच् वर्णः अस्ति, सः अच् वर्णः अनुनासिक अस्ति चेदेव तस्य इत् भवति इति सूत्रं वदति। सो व्याकरणे केवलम् अनुनासिक तत्र अच् वर्णानाम् इत् भवति इति सूत्र आधारेण वयं वक्तुं शक्यते। किमर्थं चेत् सूत्रं तावदेव अस्ति, अनुनासिक अचस्य इत् भवति, परन्तु वयं जानीमः तत्र यः संस्कृतभाषा अस्ति, तत्र यः अल्फाबेट् अस्ति इत्युक्ते वर्णमाला यः अस्ति, तत्र न केवलम् अनुनासिक स्वराः सन्ति, तत्र अनुनासिक व्यञ्जनानि अपि सन्ति। इत्युक्ते तत्र एकं सूत्रम् अस्ति अनुनासिकविषये, मुखनासिका सः यस्य उच्चारणं तत् अनुनासिकः इत्युक्ते एकमस्ति अनुस्वार, अनुस्वार इति यः वर्णः तस्य तु केवलं नासिका सः एव एकम् एव तत्र तस्य किं वदामः उच्चारणस्थानम् अस्ति, नासिका एव तस्य उच्चारणं स्थानं, परन्तु यः अनुनासिक अस्ति अनुनासिकविषये तत्र संज्ञासूत्रं मुखनासिका सह न केवलं मुखेन अपि च नासिकायाः यस्य उच्चारणं भवति तस्य एव अनुनासिक इति नामकरणं व्याकरणे नासिका वचनोनुनासिका किं सूत्रं किं भगिनि मुखनासिका वचनोनुनासिका वचनोनुनासिका तु तस्य अर्थः एवमेव मुखनासिका सह यस्य उच्चारणम् अत्र वचनः यः अस्ति सूत्रे तस्य उच्चारण इति तत्र अर्थः सो मुखः अपि च नासिका द्वयोः मिलित्वा यस्य उच्चारणं भवति तदेव अनुनासिकः सो न केवलं तत्र वर्णमालायां स्वराः अनुनासिकस्वराः तत्र कानिचन व्यञ्जनानि अपि अनुनासिकव्यञ्जनानि यथा वर्गीयपञ्चमव्यञ्जनः क मध्ये यः पञ्चमवर्णः अस्ति कण्ठनकारः तस्य उच्चारणस्थानं न केवलं कण्ठः कण्ठवर्णः कवर्गः सर्वे तत्र पञ्चवर्णाः कवर्गे सन्ति तेषाम् उच्चारणस्थानं कण्ठ्य परन्तु यः पञ्चमवर्णः कवर्गीयपञ्चमवर्णः न केवलं तस्य उच्चारणस्थानं कण्ठः अस्ति नासिका अपि अस्ति अतः तत्र ण इति कथनेन तत्र कण्ठ प्लस् नासिकायाः तस्य उच्चारणं भवति अतः तदपि अनुनासिकव्यञ्जनः तथैव वर्गीय यत्किमपि पञ्चवर्गेषु यः पञ्चमवर्णः सः अनुनासिकव्यञ्जनः अतः अत्र अच् इति पदस्य तत्र आवश्यकता अस्ति किमर्थं चेत् व्याकरणे अनुनासिक केवलम् अनुनासिक अचः एव न अनुनासिकव्यञ्जनानि अपि तत्र सन्ति तथैव य व ल तेषामपि अनुनासिकप्रभेदः अस्ति य व ल अपि च व तेषाम् एकम् अन्यत् प्रभेदः अस्ति अनुनासिक सह यस्य उच्चारणं भवति सो फैव् प्लस् थ्री एट् तत्र अष्ट तत्र अनुनासिकव्यञ्जनानि अपि सन्ति व्याकरणशास्त्रे अतः अत्र किं लिखितम् उपदेशे अच् अनुनासिक इत् यः अनुनासिक अच् अस्ति तस्य एव इत् इति सूत्रस्य अर्थः सो न केवलं तत्र किमस्ति अस्तु सो तत्र केवलं स्वरा अनुनासिकस्वराणाम् एव अस्मिन् सूत्रे निर्देशं दत्तं तस्य एव इत् व्याकरणशास्त्रे न तु अनुनासिकव्यञ्जनस्य इत् भवति अतः एतत् सूत्रे यानि पदानि तेषां सर्वेषां तत्र किं तत्र तस्य अर्थः कः इति वयं तदपि जानीमः चेदेव तत्र सूत्रस्य सम्यक्तया अर्थम् अवगम्यते सो उपदेशे अजनुनासिकी केवलम् अच् अनुनासिक अत्र विशेषणविशेषभावः कीदृशः अचः अनुनासिक अचः तस्य एव इति भवति सो इत् इति एकं नामकरणम् अस्ति इति तत्र एकं संज्ञा अस्ति अस्तु तत्र अनन्तरम् अत्र अस्मिन् प्रकरणे उपदेशे अजनुनासिक इत् हलन्त्यम् एतत् सूत्रद्वयं ये तत्र ये स्तः तेषाम् उपयोगः प्रत्येकस्य उपदेशस्य उपरि भवति इत्युक्ते प्रत्ययस्य अन्ते हलवर्णः अस्ति चेत् तस्यापि इत् संज्ञा सम्भवति धातुः अन्तिम वर्णः हल् अस्ति चेत् तस्यापि इत्संज्ञा उपदेशस्य तथैव आगमस्य अन्तिम वर्णः हल् अस्ति चेत् किमर्थं चेत् अत्र अन्तिम हलस्य एव इत् कोऽपि मध्ये हल् अस्ति आदौ हल् अस्ति तस्य इत् न अन्ते हल् अस्ति चेत् हल् वर्णः अस्ति हल् इत्युक्ते यथा अच् इत्युक्ते स्वराः हल् इत्युक्ते व्यञ्जनानि अन्ते व्यञ्जन अस्ति चेत् तस्य इत् भवति अन्ते स्वर अस्ति चेत् तस्य न इत् अन्ते सः स्वरः अनुनासिक अस्ति चेदेव इत् सो अत्र उपदेशे अजनुनासिक इति सूत्रे किमपि न दत्तम् अनुनासिक यः अच् यस्य इत् करणीयं सः कुत्र भवेत् इति किमपि निर्देशं नास्ति अन्ते भवेत् वा आदौ भवेत् वा कुत्रचित् मध्ये भवेत् वा इति तत्र निर्देशः एव नास्ति सूत्रे अतः यत्र कुत्रापि उपदेशस्य मध्ये आदौ अन्ते अनुनासिक अच् अस्ति चेत् तस्य इत् भवति इति सूत्रस्य अर्थः परन्तु हलन्त्यम् इति सूत्रे वदति केवलम् अन्तिम व्यञ्जनस्य एव इत् करणीयम्। सो एतत् सूत्रद्वयं प्रायशः तत्र प्रत्येकस्य आदेशस्य उपरि कार्यं करोति। अनन्तरं तत्र वयं जानीमः यः तृतीयसूत्रमस्ति न विभक्तौ तुस्माः, यद्यपि तत्रापि किमपि तत्र विभक्तौ इति पदं दत्तं, तत्रापि उपदेशे विभक्तौ अन्त्यः हल् तुस्माः न इति सूत्रस्य सम्पूर्ण अर्थः। परन्तु यद्यपि अत्र अत्र विभक्तौ इति पदं दत्तं, सो निषेधः हलन्त्यम् इति सूत्रेण यः अन्तिम व्यञ्जनः उपदेशस्य अन्तिम व्यञ्जनस्य इति भवति अत्र तस्य विषये निषेधः। परन्तु सर्वेषाम् उपदेशानां तत्र तुस्माः इति न भवति, इति तत्र न वदति, केवलं विभक्तौ एव तुस्माः इति न भवति। सो तत्रापि विभक्तौ इत्युक्ते किं यदि जानीमः चेदेव सूत्रस्य सम्पूर्ण तत्र प्रयोगः कुत्र भवति इति वयं ज्ञातुं शक्यते। सो विभक्ति इति एकं संज्ञा अस्ति, विभक्ति इकारान्त शब्दः अस्ति, विभक्ति ह्रस्व इकारान्त। सो विभक्तौ इति तत्र सप्तमी अन्तं भवति, सो विभक्तौ अन्तिम तुस्माः हल् न भवति। सो विभक्तौ वयं जानीमः तत्र विभक्ति इति एकं संज्ञा अस्ति, सुप्तिङ् प्रत्ययानां तत्र विभक्ति इति संज्ञा भवति, सूत्रमस्ति विभक्तिश्च इति अपि संज्ञासूत्रम्। विभक्तिश्च इति सूत्रेण महर्षिः वदति ये सुप् प्रत्ययाः तिङ् प्रत्ययाः, तत्र बहूनि सुप् प्रत्ययाः इत्युक्ते एकविंशति सुप् प्रत्ययाः, तिङ् अपि अष्टादश, तेषां विषये तुस्माः अन्तिम तुस्माः इति न भवति। सो हलन्त्यं सूत्रस्य अपवादः इति वदामः, न विभक्तौ तुस्माः निषेधकसूत्रमस्ति अथवा अपवादः। एतत् तृतीयसूत्र, यद्यपि एतस्य विषये अपि किमपि तत्र साक्षात् लिखितं विभक्तौ एव, इत्युक्ते केवलं सुप् प्रत्ययः सर्वेषां प्रत्ययानां तुस्माः इति न, केवलं सुप् प्रत्ययविषये अपि च तिङ् प्रत्ययविषये एव तुस्माः इति न भवति। अनन्तरं यः आदिर्नीटुडुवः, एतत् सूत्रं पठितवन्तः क्या पूर्वस्मिन् वर्गे चतुर्थसूत्रम्? आं भगिनि। अस्तु, आदिर्नीटुडुवः इति तत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् उपदेशे धातोः आदयः नीटुडुवः इति, सो इति तत्र सम्पूर्ण अर्थः भवति। परन्तु अत्रापि कानिचन वैयाकरणाः अत्र धातुः इति पदस्य अनुवृत्तिः न स्वीकरोति। सो तेषां मतेन किं तत्र उपदेशे यत्किमपि उपदेशः इत्युक्ते प्रत्ययः वा आदेशः वा तत्र आगमः वा, तस्मिन् यदि आधौ कोऽपि नी इति वर्णसमूहः वर्तते उपदेशावस्थायां, टु इति वर्णसमूहः वर्तते इत्युक्ते टकारः उकारः एकत्र अस्ति चेत् आदौ अपि च आदौ अस्ति, डु इति वर्णसमूहः अस्ति चेत् तस्य वर्णसमूहस्य तत्र एकत्र यूनिट् कृत्वा तत्र इत् भवति, टु इति वर्णद्वयस्य इत्, णि इति वर्णद्वयस्य इत्। परन्तु अत्र केचन वैयाकरणाः अत्र किं वदति, यदि वयं सर्वेषां प्रत्ययानां तत्र अध्ययनं कुर्मः अपि च ये यत्किमपि आदेशः तत्र अस्ति अपि च ये आगमः तत्र पश्यामः चेत् तत्र कुत्रापि नी टु झु इति वर्णसमूहः न लभ्यते, कुत्र लभ्यते? परन्तु एतत् सूत्रं तु महर्षिणा उक्तम्, अतः तत्र एतस्य प्रयोजनं कोऽपि सूत्रं निरावकाशः मा भवेत् इति तत्र अपवादस्य लक्षणमस्ति। सो तत्र अष्टाध्यायीग्रन्थे ये चतुर्सहस्र तत्र सूत्राणि सन्ति, कोऽपि सूत्रं तत्र निरावकाशः न भवति, अतः तत्र एतादृशः वर्णसमूहः कुत्र लभ्यते? केवलं यः उपदिष्टद्विसहस्रधातवः तेषु एव एतादृशः वर्णसमूहः लभ्यते। अतः कानिचन तत्र वैयाकरणः तत्र धातोः इति पदस्यापि अनुवृत्ति स्वीकरोति, किमर्थं चेत् सि अनुवृत्ति केन् बि फ्रोम् द पूर्वसूत्रात् ओन्लि, इट् केन् नाट् कम् फ्रोम् द अग्रे कुत्रचित् धातुः इति तत्र कस्मिंश्चित् सूत्रे दत्तं, तस्मिन् तस्मात् वयं तत्र अनुवृत्तिः न स्वीकर्तुं शक्यते. पूर्वसूत्रात् एव अपि च तस्मिन् एव प्रकरणे तत्र एतत् सूत्रम् एतत् पदं कुत्रचित् सूत्रे अस्ति चेदेव वयम् अनुवृत्तिः तत्र स्वीकर्तुं शक्यते. सो तत्र अस्मिन् प्रकरणे प्रथमसूत्रम् एव महर्षिणा दत्तं. प्रथमाध्याये तृतीयपादे प्रथमसूत्रमेव अस्ति भूवादयः धातवः. सो तत्र धातोः इति पदस्य अत्र अनुवृत्तिः भवितुं शक्नोति. अतः केचन वदन्ति अत्र धातुः इति पदस्य अनुवृत्तिः स्वीकुर्मः चेत् तत्र सुलभतया वयं तत्र कोऽपि तत्र अन्यत् तत् अस्माकं मस्तिष्कः कोऽपि अन्यत् न तत्र अन्यत् चिन्तनं न करणीयं. तत् अलं भवति इत्युक्ते केवलं धातु एव एतादृशः वर्ण इत्संज्ञक वर्णाः तत्र लभ्यते. अतः एतादृशः सूत्रस्य तत्र उपयोगिता केवलं धातोः एव भवति. सो अनेन किं भवति तत्र सूत्रस्य अर्थः सम्यक्तया वयम् अवगन्तुं शक्यते. सो उपदेशे ये धातवः तेषाम् आदौ यदि नी इति वर्णसमूहः टू इति वर्णसमूहः अपि च ढू इति वर्णसमूहः अस्ति चेत् तस्य इत् भव इत् करणीयम् इति सूत्रं वदति. अस्तु इदानीं तत्र एकं वार्तिकमपि अस्ति इर् इत्संज्ञा वाच्य. एतस्य वार्तिका वार्तिकायाः तत्र उपयोगिता अपि केवलं धातुषु एव भवति. त इत्युक्ते अस्मिन् वाच्ये अस्मिन् वार्तिके तत्र इर् इति वर्णसमूहस्य यथा अत्र नी इति वर्णसमूहस्य इति भवति तथैव अत्र अस्मिन् वार्तिके तत्र इर् इति वर्णसमूहस्य इति तस्य विषये महर्षि वदति. परन्तु एतत् वार्तिकं तत्र अष्टाध्यायीग्रन्थे वार्तिकानि यानि सन्ति ते सर्वाणि कुत्र ये वररुचिमहर्षि अस्ति सः एव एतानि तत्र वार्तिकानि तत्र सर्वं दत्तानि. परन्तु कुत्र लभ्यते किमस्ति पतञ्जलिमहर्षिणा यद् ग्रन्थं महाभाष्य इति ग्रन्थे तत्र एव एतस्य विषये तत्र चिन्तनं दत्तम्. अतः वयं तस्मिन् एव एतत् सर्वाणि ये वार्तिकानि तत्र सन्ति तेषां विषये ज्ञातुं शक्यते. अस्तु इदानीम् इर् इत्संज्ञा वाच्या इति तत्र एकं वार्तिकम् अस्ति. अस्तु कः प्रारम्भं करोति कः अथवा कः कृपया स्वयम् अग्रे आगच्छतु. अहं पठामि वा पठतु चेतन भगिनी पठतु. इर इत्संज्ञा वाच्या नीति सप्तम अध्याये द्वितीयपादे चतुर्थ सूत्रम् इति सूत्रस्य अन्तर्गतम् एकं वार्तिकम् धातोः इर इत्यस्य शब्दसमुदायस्य इत्संज्ञा भवति. छिद्रिर् इत्सन् इत्यादिषु धातुषु इरः इत्संज्ञा भवति. भिधिर् भिद् छिधिर् छिद् दृशिर् दृश् निजिर् निज् युजिर् युज् ईशुचिर् शुच्. धेयं यत् ईकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया. एतत् सूत्रं वदति इर् इति शब्दसमूहस्य समुदायस्य सम्पूर्ण इत्संज्ञा भवति इति. अतः छिदिर् इति शब्दस्य इर् शब्दसमूहे इत्संज्ञा भवति. तस्य लोपः भूत्वा छिद् इति अवशिष्यते. महोदय अत्र ईशुचिर इति शुच् भवति खलु. आदौ वर्तमान ईकारस्य कथं संज्ञा भवति? अनुनासिक अस्ति भगिनि, अत्र चिह्नं न दत्तं, टङ्कन्दोषः. तत्र स्वराङ्गिधातुपाठः पश्यामः चेत् ई यः दीर्घिकारः प्रथमे अस्ति, आदौ अस्ति, सः अनुनासिक अस्ति. तत्र अनुनासिक ईशुचिरः वा? ईशुचिरः, तत्र ई अनुनासिक अस्ति. धन्यवादः महोदय. भगिनी चेतना भगिनी, तत्र सूत्रस्य कः अर्थः इति वदतु, एकेन वाक्येन, स्ववाक्येन वदतु, स्वस्य शब्दे वदतु. सूत्रं न वदामः, वार्तिकस्य कः अर्थः, सोरि, धातोः इर् इति शब्दसमूहः अस्ति चेत् तस्य सम्पूर्ण वर्णसमूहे इत्संज्ञा भवति, तदनन्तरं तस्य लोपः भवति इति. सत्यम्. अत्र धातोः इति यः अस्ति, धातोः इति पद अपि आवश्यकम् इत्युक्ते धातोः एव इर् इति लभ्यते. इर् इति शब्दसमुदायः, अत्र इकारः न केवलम् अनुनासिक इकारः अपि च रकारः अपि अस्ति, सो वर्णद्वयम् अत्र अपि अस्ति. सो अतः तत्र किं लिखितं, शब्दसमुदायः. वयं पूर्वे दृष्टवन्तः आदिर्नीटुडुः अपि तत्र शब्दसमुदायस्य इति भवति, परन्तु हलन्त्यम् उपदेशे अजनुनासिक इति सूत्रद्वारा तत्र एकम् एव वर्णस्य इति भवति, परन्तु आदिर्नीटुडुः अपि च इर् इति संज्ञा वाच्य एतयोः तत्र शब्दसमुदायस्य इति भवति. एकस्य एव वर्णस्य इति न, शब्दसमुदायः एकत्र अस्ति. इत्युक्ते ह्रस्व इकारः, अनुनासिक ह्रस्व इकारस्य साक्षात् परे रकारः अस्ति चेदेव तस्य इति भवति, अपि च अन्ते अस्ति चेत्. एकत्र अस्ति अपि च तस्य धातोः अन्ते अस्ति चेदेव तस्य इति भवति इति सूत्रस्य अर्थः. धातोः इर् इत्यस्य शब्दसमुदायः स्थाने अस्ति वा? अत्र किमर्थं धातोः इति दत्तं? पञ्चमी अपि च षष्ठी भवितुम् अर्हति. पञ्चमी तु अनन्तरं, तत्र पञ्चमी न भवितुं शक्यते, षष्ठी एव भवितुं शक्यते. किमर्थं चेत् तत्र स्थानीयः अस्ति धातोः मध्ये, अथवा किमर्थं चेत् तत्र धातौ इति सप्तमी भवति, धातौ सप्तमी भवति, धातोः इति पञ्चम्यान्तं पदः अपि च षष्ठ्यान्तं पदः. सो धातोः इर् शब्दसमुदायस्य इति भवति. वयं जानीमः व्याकरणशास्त्रे यस्य इति नामकरणं भवति तस्य सर्वदा लोपः अपि भवति, तत् एकवर्णः भवेत् वा शब्दसमुदायः भवेत्. सो यस्य इत् यस्य इत्युक्ते यस्य वर्णस्य अथवा यस्य शब्दसमुदायस्य इत् इति संज्ञा, इत् इति नामकरणं व्याकरणशास्त्रे, तस्यापि अनन्तरं लोपः अपि करणीयम् इति तत्र नियमः. अतः तत्र यत् अत्र केवलम् एतादृशः वर्णसमूहः शब्दसमुदायः केवलं धातो एव लभ्यते, अपि च तत्र छिदिर्भिदिर्दृशिर् एतादृशः धातवः तत्र उपदिष्टधातवः सन्ति, तस्मिन् किं करणीयं सि अत्र भिदिर् इति पश्यामः. भिदिर् अत्र अवशिष्टरूपं किं? भिद्. यः इकारः सः अनुनासिक इकारः, अन्ते हलवर्णः अस्ति. सो अत्र भिदिर् मध्ये सपोज् वी डोण्ट् हेव् दिस् इर् इति संज्ञा वाच्य इस् नाट् दियर्, एतत् वार्तिकमेव नास्ति, एतत् चिन्तयतु. भिदिर् इति यः धातुः अस्ति तत्र वदतु भगिनि, तत्र अनुबन्धानां निष्कासनं कथं कुर्मः यदि इर् इति संज्ञा वाच्या नास्ति? हलन्त्यम् इति सूत्रेण रकारस्य इति संज्ञा, उपदेशे अजनुनासिक इति इति संज्ञा, सो अवशिष्टभागं भिद् एव भगिनि. सत्यं. सो तादृशरीत्या इत्संज्ञा कुर्मः चेत् तत्रापि भिदेव अवशिष्यते. किमर्थम् एतादृशः वार्तिकं महर्षि तत्र दत्तं, तस्य तत्र ध्येयं किम् अस्ति, किं सः किं तत्र किम् इष्टम्? यद्यपि वयं तत्र ये तत्र अष्टाध्यायीग्रन्थे ये सूत्राणि दत्तानि तेषाम् आधारेण अपि वयम् इत्संज्ञा कर्तुं शक्यते, तथैव छिदिर्मध्ये अपि. किमर्थं चेत् सर्वत्र इर् यः अस्ति तत्र इकारः अनुनासिक इकारः, सो तस्य तु उपदेश अवस्थायाम् इत् भवति. अपि च यः रेफः सः अन्ते वर्तते, सः हल् वर्णः, सो सर्वत्र निझिर् युझिर् इषुचिर् दृशिर् एते धातवः पश्यामः चेत् तत्र इर् इति यः अस्ति इकारः अनुनासिक, रकारः अन्ते. सो तादृशरीत्या भिन्नभिन्नसूत्रद्वारा सूत्राधारेण अपि वयं तत्र इत्संज्ञा कर्तुं शक्यते. सो तत्र प्रयोजनं किम्? इर् इत्संज्ञा वाच्य इति अस्य वार्तिकस्य किमर्थम् एतादृश रीत्या एव इत्संज्ञा करणीयं? ये विशिष्टधातवः बिदिर् छिदिर् दृशिर् निजिर् एते दृश्यधातवः तत्र कानिचन सन्ति, तत्र इदानीं तु न स्मरामः, तत्र मे बि 10-12 धातवः तादृशः सन्ति यस्मिन् तत्र भिन्नभिन्नरीत्या सूत्रद्वारा इत्संज्ञा न करणीयं, वार्तिकेन एव इत्संज्ञा करणीयम् इति तत्र व्याकरणशास्त्रे नियमः. परन्तु अत्र मनसि प्रश्नः आयाति किमर्थम् एतादृशः करणीयं, यद्यपि तत्र लोकं लौकिकरूपं तु समानमेव. तत्र एकं सूत्रमस्ति धातुविज्ञानद्वितीय इति तत्र करपत्रे तद् दत्तं, ये धातवः इदित् सन्ति, ये धातवः इदित् इत्युक्ते इदित् इति नामकरणम् अस्ति, ह्रस्व इकारः यस्मिन् धातौ ह्रस्व इकारस्य इत् भवति, यथा बिदिर्. अत्र यदि वयम् उपदेशे अजनुनासिक इति सूत्रद्वारा ह्रस्व इकारस्य इत् कुर्मः चेत् दिस् धातु विल् बिकम् एन् इदित् धातुः. परन्तु तत् न इष्टम्. अतः इर् इत्संज्ञा वाच्यद्वारा एव इत्संज्ञा करणीयं, शब्दसमुदायस्य एकत्र इत्संज्ञा करणीयम् इति तत्र नियमः. अतः एतादृशः वार्तिकस्य तत्र आवश्यकता. सो भिदिर् इति धातुः, छिदिर् इति धातुः, दृशिर् इति धातुः इदित् मा भवेत् इति तत्र उपदेशे अजनुनासिक इति सूत्रद्वारा ह्रस्व इकारस्य इत् न करणीयम्. सो यस्मिन् धातुः ह्रस्व इकारस्य इत् भवति तस्य धातुः एककार्यम् अस्ति, तस्य धातुः नाम इदित् धातुः. अपि च तत्र एकम् अनन्तरं सूत्रम् आयाति इदितो नुम्, सो तत्र नुमागमः भवति, तत्र भिन्द् भवति, छिन्द् भवति, परन्तु तत् न इष्टम्. रूपं पश्यामः चेत् तत्र नकारः न श्रूयते, लट् लकारस्य रूपाणि पश्यामः चेत् तत्र मध्ये नकारः न श्रूयते. सो अत्र नुमागमः न इष्टम्, एतादृशः धातवः ये सन्ति तत्र नुमागमः न इष्टम्, अतः नुमागमः न मा भवेत्, तत्र ब्रह्मः मा भवेत्. वररुचिमहर्षिणा किं दत्तम्? एतत् वार्तिकं दत्तम्. वार्तिकेन द्वारा एव इत्संज्ञा करणीयं, न तु भिन्नभिन्नरीत्या हलन्त्यम् अपि च उपदेशे. तादृशरीत्या इत्संज्ञा कुर्मः चेत् धातुः इदित् भवति, तथा मा भवेत्, तत् न इष्टम्. अतः तत्र सर्वदा एतादृशः धातुवः तत्र उपदिष्टधातुवः दृश्यते चेत् कीदृशधातुवः? यस्य धातौ अन्ते इर् इति वर्णसमुदायः. कीदृश इर्? ह्रस्व इकारः, अपि च सः अनुनासिक अस्ति, अपि च तस्य साक्षात् परे रकारः इति व्यञ्जनः. सो इर् इति वर्णसमुदायः यस्मिन् धातुः अन्ते अस्ति तत्र भिन्नभिन्नरीत्या इत्संज्ञा न करणीयं, तत्र केवलं वार्तिक आधारेण एव इत्संज्ञा, शब्दसमुदायस्य एकत्र. यदा शब्दसमुदायस्य एकत्र इत् भवति चेत् धातुः डस् नाट् बिकम् एन् इदित् धातुः. सो इदित् धातु इत्युक्ते किम्? इत् यस्य सः, तत्रापि तपरकरणम् अस्ति. इत् इत्युक्ते ह्रस्व इकारः, अत्र दृश्यतु इशुचिर् इति अस्ति. इशुचिर् इति धातुः लौकिकरूपम् अस्ति शुच्. अत्र अन्ते इर् इति शब्दसमूहः श्रूयते. अतः इदानीं वयं जानीमः तत्र उपदेशे अपि च हलन्त्यं सूत्रद्वारा वर्णानाम् इतना करणीयं, वार्तिकस्य आधारेण एव इति करणीयं. सो इर् इति वर्णसमुदायस्य इति भवति. अपि च यः आदौ दीर्घ इकारः अस्ति सः अनुनासिक अस्ति, तस्यापि उपदेशे अजनुनासिक इति सूत्रद्वारा तत्र इत् भवति. अनन्तरं लोपः अपि भवति, अतः शुच् एव अवशिष्यते. परन्तु इषुचिर् इति धातुः इदित् नास्ति. किमर्थम्? अत्र दीर्घ इकारस्य इत् न तु ह्रस्व इकारस्य इत्. सो इदित् धातुः इति तस्य अर्थः पश्यामः चेत् इत् इत् यस्य सः, सो प्रथम इत् यः अस्ति तत्र ह्रस्व इकारस्य तपरकरणम्. सो ह्रस्व इकारस्य एव ग्रहणम्. सो यस्मिन् धातुः ह्रस्व इकारस्य इत् अस्ति सः एव इदित्, तस्य एव नाम इदित् धातुः. सो एतादृशः धातवः बिदिर् छिदिर् इति तेषु तत्र नुमागमः न इष्यते, तत्र तत् न इष्टम्. अतः तत्र वार्तिकेन द्वारा एव इत्संज्ञा करणीयं, न तु भिन्नभिन्नरीत्या सूत्रद्वारा इत्संज्ञा करणीयं. सो एतादृशः धातवः तत्र सन्ति तत्र पाणिनिधातुपाठे, तेषां विषये वार्तिक आधारेण एव वर्द शब्दसमुदायस्य इत् करणीयम् इति एतस्य वार्तिकस्य तत्र आवश्यकता. परन्तु अन्तिम इकारस्य लोपः भवितुम् आवश्यकम् अस्ति. कुत्र भवितुम् अन्तिम इकारस्य तथा नास्ति. यः इदित् धातुः, यदि वयम् इदित् धातु इति तस्य अर्थः पश्यामः चेत्, सपोज् ऐ हेव् टु रैट् वाट् इस् एन् इदित् धातुः, सो वाट् विल् ऐ रैट्? ह्रस्व इकारः इत् संज्ञकः यस्मिन् धातुः तस्य नाम इदित् धातुः. सो सः ह्रस्व इकारः कुत्रापि भवितुं शक्नोति, अन्ते भवति वा आदौ भवति वा कुत्रचित् मध्ये भवति वा, तस्य एव तत्र सः कुत्रापि भवितुं शक्यते, न तु केवलम् अन्ते. किमर्थं चेत् अनुनासिकस्वरः यत्र कुत्र अपि अस्ति तस्य इत् भवति एव. अन्ते तत्र अन्त्यम् इति पदस्य अनुवृत्तिः नास्ति. अन्ते भवेत् तथा एव इति संज्ञा करणीयम् इति तत्र नियमः. यथा अत्र इशुचिर् अत्र इ आदौ अस्ति, तथापि तस्य इत्संज्ञा भवति. किमर्थं चेत् अनुनासिक आम् इर् इति शब्दसमुदायस्य इति भवति, न तु ह्रस्व इकारस्य अपि च रेफस्य. एतादृशः शब्दसमुदायस्य इति भवति. न न न, केवलं ह्रस्व इकारः एव अत्र दत्तम्, लिखितमस्ति न इर्. अपि च तत्र देर् आर् ओन्लि फ्यू फ्यू धातूस् वेर् वी केन् फौण्ड् दिस् बिदेर् छिदेर् ऋषिर्, यथा मया उक्तं, ऐ डोण्ट् नो द एक्साक्ट् नम्बर्, मे बि 10 or 12 धातूस्, तत्र एव एतादृश वार्तिकस्य तत्र आवश्यकता भवति, अन्यत्र कुत्रापि न भवति. अतः अत्र धातोः इति पदस्यापि तत्र अर्थे तत्र दत्तं, केवलं धातो एव एतादृशः शब्दसमुदायः लभ्यते, इर् इति शब्दसमुदायः. हरि ओं महोदय. भगिनि, इदितोनं धातो वदति किं कुत्रापि मते इदित् अस्ति तो तत्र मत नुमागं भवति. कोऽपि एक्साम्पल् अस्ति अन्तिम नास्ति अन्य अन्य स्थाने अस्ति तो इदितो मत नुं धातु कार्यं करोति? कोऽपि धातु अस्ति तत्तु द्रष्टव्यं महोदय, इदानीं तु न स्मरामः. परन्तु वै हेज़् दिस् स्टक् इन् युवर् मैण्ड् देट् तत्र अन्यजनाः अपि वदन्ति अन्ते रस्वीकारः इत् अस्ति, रस्वीकारः इत् संज्ञकः अस्ति चेदेव. वै हेज़् दिस् थाट् कम् इन् टु युवर् मैण्ड् महोदय? नै डिजन् बीङ्ग् मत् जाकि एर् इत् संज्ञा मत् पृथक् पृथक् पृथक् कर्तुम् अप्नु शक्नु शक्नुमः. तत्र मत् जाकि बाधा तु नास्ति, तत् कारणं पृच्छामि. यदि तु असाधुरूपं निष्पद्यते महोदय, तत्र बिदिर् इति धातुः अस्ति. यदि वयं तत्र कृपया अन्य सर्वे म्यूट् मध्यते, तत्र ध्वनिः जायाति. सो यदि वयं तत्र सी इफ् ऐ चेक् द बिदिर् सपोज् जस्ट् अ मिनिट् अत्र विधिर् अत्र दकारस्य नकारः भवति. सो यदि अत्र एकम् अन्यत् तत्र नुमागमः भवति चेत् तत्र असाधुरूपं निष्पद्यते महोदय. तत्र तादृशरीत्या तत्र मा भवेत् इति, तत्र विधिर् इति धातुः इदित् मा भवेत् तदेव प्रयोजनम् अस्ति व्याकरणशास्त्रे. कस्य कृते इर् इति संज्ञावाच्यस्य कृते एकमेव प्रयोजनम् अस्ति. कथं किमर्थं तत्र इर् इति संज्ञावाच्य तत्र तस्य प्रयोगं करणीयम् इति, तत्र एकमेव प्रयोजनं. तत् प्रयोजनं किम्? एतादृशः ये दशधातवः अथवा द्वादशधातवः सन्ति, ते धातवः तत्र नुमागमः न इष्टम्, अतः ते धातवः इति मा भवेत्. तदेव प्रयोजनम् अस्ति, कोऽपि अन्यत् प्रयोजनं नास्ति. अतः तत्र भिन्नभिन्नरीत्या इत्संज्ञा न करणीयं, तत्र केवलं तत्र इर् इत्संज्ञावाच्यद्वारा एव इत्संज्ञा करणीयं, तावदेव अस्ति महोदय. महोदय अत्र किमस्ति, इर् अस्ति, लकारस्य हलन्तम् अस्ति, तत्रापि मत् तत्र नुमागं न भवति. रकारस्य हलन्तं सूत्रेण इकारस्य मत् कि अनुनासिके एकारस्य मत् अनुनासिक उपदेशजनुनासिकसूत्रेण यदि करोमि तत्रापि मत् बाधा तु अत्र न दृश्यते. तत्कारणं पृच्छामि कि एर् अस्ति एतत् संज्ञावाच्य तत्र कस्य विषये बाधा नुमागमं न भव नुमागमं न भवति अत्र एर् छिदिरस्ति. एकनिमिषः, छिदिरस्ति, छिदिरस्ति अत्र इदित् धातु नास्ति. इदित् इत्युक्ते किम्? इदित् इत्युक्ते किम्? इदित् मत् इदित् इदित् धातु अन्ते इ अस्ति, तत्र नुमागमं भवति. लिखितं तु नास्ति, लिखितं तु नास्ति, लेकिन् मत् शृणोतु महोदय, तत्र षित् इत्युक्ते किम्? तत्र सामासिकपदः न, इदित् इत्युक्ते सामासिकपदः, षित् इत्युक्ते सामासिकपदः. शकारः इत् यस्मिन् सः षित् इति तत्र समासः भवति, बहुव्रीहिसमासः. तथैव इदित् इति यः अस्ति सः अपि सामासिकपदः. सो तत्र किं, तत्र कथं तत्र यः वाक्यं कथं भवति? इत् इत् यस्य सः इदित्, तत्रापि बहुव्रीहिसमासः. इत् इत् यस्य सः, प्रथम इत् अस्ति ह्रस्व इकारस्य कृते तपरकर्णम्. ह्रस्व इकारः इत् इत् इत्युक्ते द्वितीय इत् यः अस्ति सः इत् संज्ञा. सो इत् इत् संज्ञा यस्मिन् सः इदित्. सो ह्रस्व इकारः यस्मिन् धातोः सः इदित् धातुः. सः ह्रस्व इकारः अन्ते भवेत् वा मध्ये भवेत् वा कुत्रचित् आदौ भवेत् वा इति तत्र न लिखितम्. इदित् केवलम् इदित् लिखते, इदितोनुम् इदितोनुम् इति अस्ति तत्र. इदितो विषये, इदित् विषये एव नुमागमः भवति. सो सः इदित् इत्युक्ते तत्र इत् इत् यस्य सः, केवलं तदेव विग्रहवाक्यं भवति. सो तत्र भवान् वदति अन्ते इक् अस्ति चेदेव तत्र तस्य नामकरणम् इदित् अस्ति, तादृशं नास्ति महोदय, तत् असाधु चिन्तनं। महोदय उदाहरणं तु नास्ति न, तत्र सर्वेषु इदित् धातु विषये दृष्टवन्तः वा? ये तत् इदित् धातु एक्साम्पल् तु न प्राप्तवान्। मम प्रश्नः कः, भवान् वदति तत्र कोऽपि एक्साम्पल् एव नास्ति, सो हेव् यु सीन् आल् द धातुस्, आल् द इदित् धातुस्? महोदय वाट् एवर् ऐ नो टु द to that extent, then also we cannot conclude na mahodaya, then also we cannot conclude because idit idito num yah sutre idito num iti dattam tatra likhitam va ante yasya rasmin rasva ikarah yasmin ante it asti tadeva idit dhatuh tatra sutre sutra kya vyaksha pashyatu tatka tatra why should we conclude that udaharanasya adharena we cannot conclude na sutra adharena eva vayam कन्क्लूड् कर्तुं शक्यते। सूत्रमस्ति इदितो नुम्, इदितो इति यः अस्ति इदित् धातुषु एव नुमागमः भवति, सो इदित् इति सामासिकपदः अस्ति, तस्य विग्रहवाक्यं भवति इत् इत् यस्य सः, सो इत् इत् संज्ञा यस्मिन् सः एव इदित् भवति तस्मिन् एव नुमागमः भवति, सो सः इदित् इत् सः इकारः अन्ते भवेत् वा मध्ये भवेत् वा उपधायां भवेत् वा इति तु तत्र न लिखितं न, केवलं लिखितम् इदितो नुम्। तस्य विषये अग्रे चिन्तनं कुर्मः, तदा तत्र चिन्तनं कुर्मः, तत्र उदाहरणानि अपि सन्ति धातुविज्ञानं द्वितीय इति करपत्रे, तदा एव पश्यामः। ऐ विल् आल्सो चेक् वाट् इस् वै इस् दिस् कासिङ्ग् सच् भ्रमः, तत्र किमर्थं भवति पश्यामः महोदय, तत्र द्वितीयकरपत्रे पश्यामः। धन्यवादः, अस्तु। अनुसूया भगिनी अनन्तरं पठितुमिच्छति वा भगिनि? आम् महोदय, त्रीणि सूत्राणि उपदेशावस्थायां तृतीयेषु एव, शः प्रत्ययस्य प्रथम अध्याये तृतीयपादे षष्ठ सूत्रेण प्रत्ययस्य आदौ षकारः अस्ति चेत् तस्य इत्संज्ञा भवति इति वदति। शः प्रथमान्तं प्रत्ययस्य षष्ठान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इति चिटु प्रथम अध्याये तृतीय वदतु भगिनि, प्रत्ययः अस्ति तत्र शकारः आदिशकारः अस्ति चेत् तत् शकारस्य इत्संज्ञा भवति इति शः प्रत्ययस्य इति सूत्रेण सूत्रस्य अभिप्रायः। तत् शः प्रथमान्तम् अतः आगमनम् आदेश आगम लोप इति सूचयति। प्रत्ययस्य षष्ट्यान्तं तत्र स्थानं सूचयति, अतः प्रत्ययस्य शकार प्रथमान्त अस्ति चेत् तस्य अत्र लोपः भवति, आदेश आगमः न भवति, परन्तु एतत् सूत्रं कीदृशसूत्रं भगिनि? तत्र सूत्र षट्विध संज्ञा च परिभाषा च विधिर्नियम् एव च अतिदेशो अधिकारश्च षट्विधं सूत्रलक्षणम्। एषः प्रत्ययस्य इति सूत्रं कीदृशसूत्रं भगिनि? अनेन सूत्रेण किं भवति? लोपः भवति वा? कुत्रचित् लोपः इति पदस्य अतः एतत् सूत्रम् इति किम् अस्ति? न अत्र इत् भवति, कस्य इत् भवति? षकारस्य इत् भवति, कीदृशषकारस्य इत् उपदेशे प्रत्ययस्य आदि विद्यमानः षकारस्य इत् भवति, अपि च कुत्र? केवलं प्रत्ययः इति अस्ति नामकरणं, नामकरणम् इत्युक्ते संज्ञासूत्रं, संज्ञा इस् नामकरणम् इत्युक्ते मम संज्ञा किं, मम नामः कः, स संज्ञा व्याकरणशास्त्रे नामकरणं न वदामः संज्ञा सो शः प्रत्ययस्य अपि संज्ञासूत्रम् संज्ञा च परिभाषा च विधिर् एतत् सूत्रं संज्ञासूत्रम् अनेन सूत्रं किं संज्ञा भवति इत् इति संज्ञा इत् इति नामकरणम् एते सर्वाणि संज्ञासूत्राणि शः अत्र अत्र दृश्यतु उपदेश अजनुनासिक इत् एतदपि संज्ञासूत्रं हदन्त्यं संज्ञासूत्रम् आदिर्नीटुवः संज्ञासूत्रम् संज्ञा किमर्थसि अत्र प्रकरणस्य नाम कः भगिनि इत् संज्ञा प्रकरणम् इत् नामकरणप्रकरणम् अस्मिन् प्रकरणे संज्ञासूत्राणि दत्तानि एतानि सर्वाणि संज्ञासूत्राणि कीदृशसंज्ञा एतयोः सूत्रयोः भवति इत् इति नामकरणम् इत् इति संज्ञा सो अत्र अस्मिन् सूत्रे शकारस्य इत् संज्ञा भवति परन्तु कीदृशशकारस्य आदिं स्थितस्य शकारस्य अपि च सः कुत्र अस्ति प्रत्ययस्य आदौ अस्ति यदि धातुः आदौ कोऽपि मूलरूपे शकारः अस्ति चेत् तस्य इत् न भवति अत्र साक्षात् प्रत्ययस्य न केवलम् उपदेशे प्रत्ययस्य आदिः प्रत्ययस्य आदिमशकारस्य एव इति संज्ञा अपि च अत्र किमपि न लिखितं प्रत्ययस्य यथा अत्र विभक्तौ लिखितं विभक्तौ विशिष्टप्रत्ययाः सर्वे प्रत्ययाः विभक्तिप्रत्ययाः न केवलं सुप् अपि च तिङ्गेव विभक्तिप्रत्ययाः परन्तु अस्मिन् सूत्रे केवलं प्रत्ययः एव पदं दत्तं सो यत्किमपि प्रत्ययः तदित् प्रत्ययः वा यः नामक स्त्रीप्रत्ययः वा सुप् प्रत्ययः वा सो व्याकरणशास्त्रे यत्किमपि प्रत्ययः तस्य आदिमवर्णः मूर्धन्यशकारः अस्ति चेत् तस्य इति संज्ञा भवति इति नामकरणं तस्य शकारस्य भवति शकारस्य नामकरणम् इति भवति अनन्तरं वयं जानीमः यस्य इति नामकरणं भवति यस्य कस्यापि तस्य लोपः भवति तद् भिन्नसूत्रेण परन्तु एतत् संज्ञासूत्रं एते सर्वाणि तस्य लोपः तत्र लोपविधा तत्र लोपः इति प्रथमान्तमस्ति लोपः इति आदेशः तस्य लोपः एकम् एव विधिसूत्रं कार्यं विधीयते तेन सूत्रेण कार्यं यस्य इति तस्य लोपः लोपादेशः भवति परन्तु अत्र यः प्रथमान्तम् अस्ति अत्र नामकरणं शः इति प्रथमान्तम् अस्ति तस्य नामकरणं किं नामकरणम् इति नामकरणम् परन्तु तत्र लोपः यः प्रथमान्तम् अस्ति सः आदेशः प्रथमान्तं पदः सूत्रे अस्ति चेत् न केवलं नामकरणम् आदेशः अपि च आगमः अपि भवितुं शक्यते कुत्रचित् आदेशः अस्ति कुत्रचित् केवलं नामकरणम् अस्ति कुत्रचित् आगमः अस्ति प्रथमान्तम् इति सूत्र तत्र पदस्य कोड् अस्ति आदेशः आगमः अथवा नामकरणम् अत्र तु नामकरणम् अस्ति शः इति पदस्य कृते नामकरणम् अस्ति शकारस्य कृते इति नामकरणं तावदेव इत् संज्ञाप्रकरणम् इत् नामकरणप्रकरणम् अस्ति एतादृशप्रकरणं तत्र एते सर्वे सूत्राणि संज्ञासूत्राणि सत्यम् अस्तु अग्रे कः पठति धन्यवादः महोदय धन्यवादः भगिनि उषा भगिनी पठितुम् इच्छति वा भगिनि चुटु चुटु इति अस्ति द्विवचने अस्ति अस्ति वा पठतु अस्मि अस्मि चुटु प्रत्ययस्य आदौ च एकनिमिष चुटु प्रथमाध्याय तृतीयपादः सप्तम सूत्रम् प्रत्ययस्य आदौ च वर्गीयः च छ ज्ञ छ ञ अथवा टवर्गीय ट ठ ड ढ न वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति टुश्च तयोः इतरेतरद्वन्द्वः टुटु द्विवचने गुरुः शब्दः इव टुटु प्रथमान्तम् एकपदम् इदं सूत्रम् वचनविपरिणामं क्रियते अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदौ उपदेशे प्रत्ययस्य आदि क्युः इतौ यदा प्रत्ययस्य आदिमवर्णः क्षवर्गीयः वा टवर्गीयः अस्ति तदा तत् वर्णस्य इत्संज्ञा भवति तदनन्तरं तस्य लोपः भवति अत्र क्यवर्ग तत्र टवर्ग द्वयोः मिलित्वा तत् इतरेतरद्वन्द्वः अस्ति क्यु तथा टु द्विवचने क्युटु इति प्रथमान्तं पदं भवति प्रथमाविभक्ति द्विवचनात् पदम् अस्ति चुटु प्रथमाविभक्ति द्विवचने अत्र वचनविपरिणामम् इत्यस्य अर्थः इत्युक्ते तत्र अत्र अत्र उपदेशे पदस्य अनुवृत्तिः अपि च प्रत्ययस्य पदस्य अनुवृत्तिः इत् इति पदस्य अनुवृत्तिः आदि इति प्रदस्य एकपदमिदं सूत्रं सूत्रे एकमेव पदं दत्तं प्रथमात् प्रथमाविभक्ति द्विवचनात् पदं पत्र परन्तु चुटु इति कथनेन किमपि न अवगम्यते अनुवृत्ति स्वीकुर्मः चेदेव सूत्रस्य अर्थम् अवगम्यते सो उपदेशे प्रत्ययस्य आदिः चुटु इतौ अत्र पूर्वे सूत्रे किं दत्तम् आदिः नीटुडुवः पूर्वे पदं किम् अस्ति आदि इति पदम् अत्र लिखितं प्रथमात् एकवचनात् पदम् अस्ति आदिः हरिः हरिवत् भवति हरिः विसर्गः अत्र अस्ति सो अत्र आदिः सूत्रे एकवचनात् पदं दत्तं सूत्रे एकवचनात् पदं दत्तम् अत्र दृश्यतु उपदेशे इति सप्तम्यम् अस्ति इत् इति प्रथमान्तम् अस्ति कुत्र लिखितम् इत् इति प्रथमान्तं प्रथमा एकवचनात् पदम् अस्ति इत् इति पदम् अत्र किम् इष्टम् अत्र सूत्रे कीदृशपदं दत्तं प्रथमा द्विवचनात् पदं दत्तं द्विवचने अस्ति सूत्रे यः पदं सः द्विवचने अस्ति अतः वयं पूर्वे किं दृष्टवन्तः यः अनुवृत्तिसहितसूत्रं सः वाक्य इव दृश्यते सूत्र अनुवृत्तिसहितसूत्रं पठामः चेत् अनुवृत्तिसहितसूत्रं वाक्य इव दृश्यते तत्र सूत्रस्य सम्पूर्ण अर्थः कः इति वयम् अवगन्तुं शक्यते मूलसूत्रे द्विवचनात् पदम् अस्ति सो यदि वयम् अत्र वदामः उपदेशे प्रत्ययस्य अत्र तु प्रत्ययस्य एव दत्तम् उपदेशे अस्तु प्रत्ययस्य आदिः इति प्रथमा एकवचनात् पदम् अस्ति चुटु इत् तत्र तस्य अर्थः सम्यक् न भवति किमर्थं चेत् चुटु इत् भवति कीदृशी चुटु इत् भवति आदिं स्थितस्य चुटु इत् भवति चुटु द्विवचनात् पदम् अस्ति अतः अत्र वचन भेदः वर्तते अतः तत् करणीयम् अतः इत् न भवति अत्र इतौ भवति इत् इतौ इतानि इति इतौ इति भवति सो अत्र इतौ इति द्विवचनात् पदं दत्तम् अपि च आदि हरि हरी इति आदि दत्तं सो वचनविपरिणामं क्रियते किमर्थं चेत् वाक्यम् अस्ति एतत्तु वाक्यम् इदानीम् अस्ति सो वाक्ये तत्र कोऽपि तत्र व्याकरणशास्त्रे वयं जानीमः तत्र यस्य विषये वक्तव्यम् अत्र चुटु विषये अस्ति द्विवचनात् पदम् अस्ति अतः वचनविपर्णम् आवश्यकम् अन्यथा तत्र सम्यक्तया तत्र व्याकरणरीत्या तत्र अर्थं न भवितुं शक्यते यदि वयं केवलम् आदि इति स्वीकुर्मः आदिः प्रथमान्तम् एकवचनात् पदं स्वीकुर्मः चेत् तत्र सूत्रस्य यः वाक्यस्य अर्थं सम्यक् न भवति व्याकरणरीत्या अतः अत्र वचनविपरिणामं करणीयं क्रियते अतः अत्र आदि इति द्विवचने अस्ति हरि हरि अपि च इतौ न केवलं चवर्गस्य इति भवति टु इति अस्ति उदितवर्णः तस्यापि इति भवति अतः इतौ द्विवचने अस्ति सूत्रे मूलपदं द्विवचने अस्ति अतः करणीयम् इति तत्र वचनविपरिणामं विषये अस्ति अतः तत्र चुटु इति द्विवचनात् पदम् अस्ति प्रथमद्विवचनात् सो अत्रापि पूर्वे हि चेत् प्रत्ययस्य सो आटोमेटिक्लि प्रत्ययस्य एव चुटु इति भवति न तु न तु धातुः आगमः आदेशस्य आदिं वर्णः चू अथवा टू अस्ति चेत् तस्य इतर भवति. अत्र प्रत्यस्य इति पदस्य अनुवृत्तिः पूर्वे यत् उक्तं तत् आटोमेटिक्लि तस्य अनुवृत्तिः भवति. सो प्रत्यस्य चुटु एव आदौ अस्ति चेदेव इत् भवति. कुत्रचित् मध्ये अस्ति तस्य इति न भवति. आदौ अस्ति चेदेव चु इति भवति. अस्तु अग्रे सर्वैः अवगतं वा? आमाम् अवगतं भगिनि. वदतु महोदय. एत अकारं पुल्लिङ्ग् शब्दः अस्ति किम्? नास्ति पुल्लिङ्ग्, हलन्त शब्दः. हलन्त तु नास्ति, ओकार अस्ति न. पश्यतु महोदय तत्र, पश्यतु इति राम रामो राम, तत्र अकारः नास्ति. अस्तु, तकार अस्ति. हा तकारः अस्ति तत्र. जगत् जगत् शब्द इत् भवति. जगत् जगति जगति मे बि तत्र अकार मे बि अकारः अत्र उच्चारणार्थं तत्र बहुषु सूत्रेषु तत्र महर्षि अकारः उच्चारणार्थं स्वीकरोति अतः तत्र इतौ भवति. तद् द्रष्टव्यं महोदय. सरित् शब्दस्य सरित् सरितौ सरितः भगिनि, अतः इत् अपि इतौ भवति. तत्र सर्वे ये प्रत्याहाराः अच् अपि च हल् एते सर्वे तत्र द्रष्टव्यं कथं भवति. अत्र तकारान्त न स्वीकरणीयं वा? सरित् सरितवां सरित् शब्दवत्. अस्तु लशक् तदिते इति सूत्रं कः पठति? मञ्जरी भगिनी पठितुम् इच्छति वा? भगिनि पठतु. लशक्वतद्धिते प्रथमाध्याये तृतीये पादे अष्टमसूत्रं प्रत्ययस्य आदौ लकारः षकारः कवर्गीयः कफगघनः च वर्णः अस्ति चेत् तस्य इत् संज्ञा भवति, किन्तु तद्धितप्रत्यये न. लश्च शश्च कुश्च तेषां समाहारद्वन्द्वः लशकु, न तद्धितम् अतद्धितं नैतत्पुरुष. तस्मिन् अतद्धिते लशकु प्रथमान्तं पदम्, अतद्धिते सप्तम्यन्तं पदं, द्विपदमिदं सूत्रम्. अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लशकु इति अतद्धिते. वदतु. अपि प्रत्ययस्य कृते अस्ति. प्रत्ययस्य आदौ यदि लकारः षकारः अथवा कवर्गीयः वर्णः अस्ति चेत् एव इत् संज्ञा भवति, परन्तु अतद्धिते लशकु अतद्धिते अतद्धिते एव भवति, तद्धितप्रत्यये न. अत्र लशकु इति समाहारद्वन्द्वः, कु कु इत्युक्ते कवर्गीयवर्णः, लवर्णः शवर्णः तथा कखगघण वर्णः. अत्र लशकु इति प्रथमान्तं पदमस्ति. अतद्धिते सप्तमी विभक्तिमध्ये अस्ति, द्विपदमिदं सूत्रमस्ति. अत्र अनुवृत्ति उपदेशे जनुनासिक एतस्य उपदेशे प्रत्ययस्य आदौ इत् इति अत्र तस्य अनुवृत्ति भवति. सम्पूर्णसूत्रमस्ति उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते. अत्र अतद्धिते इति पदम् अस्ति, न तद्धिते इत्युक्ते तदित् प्रत्ययेषु तस्य आदिः लशकु इति. इत्युक्ते अत्र विधि अपि अस्मिन् सूत्रे विधि अपि अस्ति इत्युक्ते तत्र विधि इत्युक्ते तत्र संज्ञा अपि अस्ति निषेधः अपि अस्ति एकस्मिन् सूत्रे संज्ञा अपि अस्ति इत्युक्ते तत्र यः प्रथमभागः अत्र दृश्यतु उपदेशे प्रत्ययस्य आदिः लशकु इत् सो प्रत्ययस्य आदौ ल अथवा श अथवा कु अस्ति चेत् तस्य इत् भवति इति सूत्रं वदति परन्तु अनन्तरं सः वदति न तदिते अतदिते इत्युक्ते न तदितम् नै तत्पुरुष अस्ति सो तदित् प्रत्ययेषु निषेधः इति तस्य अर्थः सो यथा तत्र सूत्रमस्ति हलन्त्यं न विभक्तौ तुस्माः एतत् एकस्मिन् सूत्रे प्रत्येकस्य उपदेशस्य हलवर्णस्य इत् भवेत् भवतु इति सूत्रं वदति अनन्तरं निषेधः वदति विभक्तौ अपि च तत्र विभक्तौ प्रत्येकस्य हलवर्णस्य विषये निषेधः नास्ति केवलं तुस्मा विषये इत् अस्ति निषेधः अस्ति सो विभक्तौ तुस्माः केवल अन्ते अस्ति चेत् इत्युक्ते तथ दधन पञ्चवर्णः सकारः मकारः एते सप्तवर्णाः विभक्तिप्रत्ययेषु अन्ते यद्यपि हल् अन्ते अस्ति चेदपि तेषां तत्र इत् संज्ञा न करणीयं परन्तु एतेषु विहाय तु विहाय सपोज् कु अस्ति अन्ते अस्ति हलवर्णः अस्ति अपि च तु सु सकारः मकारः विहाय विभक्तौ कोऽपि अन्य हलवर्णः अन्ते अस्ति चेत् तस्य तु इत् भवति परन्तु निषेधः केवलं तुस्मा विषये अत्र दृश्यतु अत्र किं वदति लशकु अतदिते प्रथमे वदति प्रत्ययस्य यः उपदिष्टप्रत्ययः मूलप्रत्ययः तस्य आदिं वर्णः लकारः शकारः अपि च कख गगण अस्ति चेत् तस्य इत् करणीयम् इति तत्र सामान्यनियमः परन्तु तत्र वदति सर्वेषु लकारस्य शकारस्य कवर्गस्य तत्र निषेधः कुत्र अस्ति केवलं तदित् विषये न तदित् इत्युक्ते तदित् विषये लशकु इति न भवति इति तस्य अर्थः सो अस्मिन् सूत्रे सामान्यसंज्ञा अपि दत्तं प्रत्ययस्य प्रत्येकस्य प्रत्ययस्य लशकु इति भवेत् परन्तु अनन्तरं निषेधः अपि अस्ति एकस्मिन् सूत्रे इतपि अस्ति निषेधः अपि अस्ति सो अतदित् प्रत्ययेषु इत्युक्ते तदित् विहाय प्रत्ययेषु इत्युक्ते फलितार्थः कः तदित् अतदित् प्रत्ययेषु एव लशकु इति भवति किमर्थं चेत् तदित् विषये तु लशकु इति न भवति तस्य विषये निषेधः सो तत्र फलितार्थः कः इत्युक्ते हौ विल् बी डू द कार्यः यदि प्रत्ययः अतदित् अस्ति चेत् तदित् नास्ति चेत् तत्र एव लशकु इति भवति सो तदित् प्रत्ययस्य यः सूची अस्ति तद् जानीमः चेत् इत्युक्ते तत्र अतदित् सपोज् वी डोण्ट् नो वाट् इस् तदित् प्रत्ययः बट् वी नो तत्र सूपप्रत्ययः तदित् नास्ति तिङ् प्रत्ययः तदित् नास्ति कृत् प्रत्ययः तदित् नास्ति स्त्रीप्रत्ययः तदित् नास्ति अपि च विकरणप्रत्ययः अपि तदित् नास्ति सो तेषां मध्ये लशकु आदौ अस्ति चेत् तस्य तु इत् भवति एव केवलं तदित् विषये निषेधः न तदिते लशकु इति न करणीयम् इति सूत्रस्य अर्थः अतः सो लकार तत्र शप् श शन् शानच् तत्र आदिं वर्णः शकारः अस्ति अतः सर्वत्र सः शप् श शानच् एते कृत् अपि च विकरणप्रत्ययाः सो ते अतदित् प्रत्ययाः सो अतदित् प्रत्ययेषु एव लशकु इति भवति इति सूत्रस्य अर्थः तदित् प्रत्ययेषु तत्र इत् न करणीयम् इति सूत्रस्य अर्थः भगिनी न विभक्तो तुस्मा एवं लसक् तद्विते लसक् तद्विते सूत्रनिषेधात्मकसूत्रमस्ति तत्कारणे विधिसूत्र अपि अस्ति न लशक् तद्विते इति सूत्रं निषेधादकसूत्रं नास्ति महोदय तत्र यदा मया उक्तं तत्र इत्संज्ञा अपि अस्ति, परन्तु केवलं निषेधः कुत्र अस्ति? तदित् विषये एव निषेधः. तदित् विहाय तत्र बहूनि प्रत्ययाः, तदित् विहाय तत्र बहूनि प्रत्ययाः, तेषां विषये लशकु इत् भवति इति. तत्र तस्मै तु प्रत्ययस्य लशकु इत् भवति, परन्तु तदित् विषये तस्य निषेधः. अत्र संज्ञासूत्रमपि अस्ति एवं विधिसूत्रमपि अस्ति. तत्र सूत्रस्य तत्र कथम् अर्थः भवति? अतदित् प्रत्ययेषु लशकु इत् भवति इति सूत्रस्य अर्थः भवति. सो निषेधः कुत्र अस्ति? अत्र न विभक्तौ तुस्मा विधिसूत्रमस्ति. आम्, तत् न विभक्तौ तुस्मः इति निषेधकसूत्रम्. हलन्त्यं सूत्रस्य अपवादः, तत् विधिसूत्रं नास्ति. तत्रापि इत् संज्ञा निषेधकसूत्रम् अस्ति. संज्ञा निषेधकसूत्रं, विधिसूत्रं न वदामः महोदय. तत्र कोऽपि कार्यस्य निर्देशः नास्ति. संज्ञायाः निषेधः, इति संज्ञायाः निषेधः. अस्तु, सर्वाणि सर्वाणि निषेधात्मकसूत्रं विधिसूत्रं न भवति. संज्ञासूत्रं निषेधकसूत्रं, विधिसूत्रं न भवति. संज्ञानिषेधात्मकसूत्रं सूत्रं निषेधात्मक भवति चेत् तत्र विधिसूत्रं भर्तुं कथं वक्तव्यं? सि वेन् वि से निषेधकसूत्रं, कस्य निषेधकसूत्रम् इति पश्यामः चेत् तत्र तत् अलम् संज्ञायाः निषेधकम् अस्ति चेत् संज्ञायाः, विधिः निषेधकम् अस्ति चेत् विधिसूत्रं भवति. सो कस्य निषेधः इति मुख्यम् अस्ति. कस्य अपवादः? यस्य अपवादः तदेव भवति. विधिसूत्रस्य अपवादः अस्ति चेत् विधिनिषेधकसूत्रं, संज्ञायाः अपवादः अस्ति चेत् संज्ञायाः निषेध करोति. अत्र केवलं निषेधमस्ति इति वदनीयं, निषेधसूत्र इति. संज्ञा निषेधकसूत्रं, कस्य निषेधः करोति? संज्ञायाः निषेध, कीदृशसंज्ञायाः? इति संज्ञायाः निषेधं करोति. संज्ञा निषेधकसूत्रम् अत्र लिखितं न कुत्रचित् पठितं, कुत्रचित् पठितं, कुत्र अस्ति अत्र दृश्यतु. तदर्थं सप्तसूत्राणि सन्ति, तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि, नाम सर्वेषु उपदेशेषु प्र केवलं त्रीणि प्रत्ययेषु अपि न धातुषु अपि च एकं सूत्रं निषेधकसूत्रं, संज्ञानिषेधकसूत्रं. सो तत् संज्ञानिषेधकसूत्रं किमस्ति? न विभक्तौ तु स्मः. सो कस्य निषेधक? संज्ञा, संज्ञाप्रकरणम् अस्ति न, संज्ञायाः निषेध, इत् संज्ञा इति तत्र न भवति. लशकु इत् न भवति, तेषाम् इत् संज्ञा न भवति, तदेव सूत्रं वदति न. लशक सारि तुस्माः इत् न भवति, तुस्माः विभक्तौ, विभक्तौ तुस्माः इत् न भवति. विभक्तौ तुस्माः एक्स्क्लूसिव्लि निषेधसूत्र, परन्तु लशकत्वादि केवल अत् अतदितप्रत्यये एव निषेधः भवति. तस्य तदित् प्रत्ययेषु तस्य उपयोगः भवति, तदित् प्रत्ययेषु निषेधः, तदित् प्रत्ययेषु तत्र लशकु इति न भवति इति तस्य अर्थः. सो तत्र सूत्रं, तत्र वाक्यं कथं भवति? अतदित् प्रत्ययेषु लशकु इत् भवति इति तस्य अर्थः. अत्र लिखितं न, कुत्र अस्ति? अतः लशक् तद्दिते इति सूत्रस्य इत् संज्ञासूत्र एव खलु. अतद्दिते इस् अ पार्ट् आफ् इट् लशक्वेदमपि अस्ति. निषेधसूत्रमिति न वक्तुं शक्यते खलु, तदपि वक्तुं शक्यते. वेन् वि से आ तदित् देट् आटोमेटिक्लि सेस् देट् तदित् प्रत्ययेषु न. वि केन् से लशक्त्वदिते संज्ञा एस् वेल् एस् निषेध सूत्रम्. तत्र एकस्मिन् भागे निषेधः अपि भवति, किमर्थं चेत् तत्र आतदित् इति पदं दत्तं सूत्रे, आतदित् पदं दत्तम्, अतः आतदित् प्रत्ययेषु एव लशकु इति भवति, तदित् प्रत्ययेषु न. सो आतदित् प्रत्ययेषु उपदेशे आतदित् प्रत्ययस्य आदिः लशकु इत् इति तत्र सूत्रार्थः, इति सूत्रार्थः. अस्तु, अग्रे एकमेव सूत्रमस्ति, अनन्तरम् अभ्यासः, एतत् समापयामः. एतत् एकवारं कृतं, सरलमस्ति. अनन्तरं तस्य लोपः इति, अत्र लोपः इति प्रथमान्तं पदमस्ति. लोपः वयं जानीमः, लोपः इत्युक्ते किं व्याकरणे भगिनि? अदर्शनं लोपः, अदर्शनं लोपः. सो लोपः इति संज्ञा अस्ति, तस्य संज्ञासूत्रमस्ति अदर्शनं लोपः. सो यस्य इत् तस्य लोपः इत्युक्ते तत् अपगच्छति, तत् न दृश्यते, अदर्शनं भवति. सो एतेषु सर्वेषु यत्र यत्र सूत्रे दत्तं शः प्रत्ययः, कस्यचित् प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य अनेन सूत्रेण इत् भवति. अनन्तरं यस्य इत् तस्य लोपः इति सूत्रेण शकारस्य एव, यस्य इत् तस्य एव लोपः, शकारस्य लोपः भवति. लोपः अपि आदेशरूपी कार्यं, पूर्वे यत् वर्णः अस्ति तस्य अदर्शनं भवति, तत् न दृश्यते, न श्रूयते, अतः तत्र अदर्शनं केवलं यत् न दृश्यते तस्य अर्थः न भवति. यदि वयं सूत्रव्याख्या पश्यामः चेत् तत् श्रूयते. वेन् वि से अदर्शनं, आटोमेटिक्ली इट् कम्स् देट् वी केनाट् सी इट्. वेन् वी केनाट् सी एनिथिङ्ग् वी केनाट् हियर् इट् आल्सो. सो अदर्शनं न केवलं न दृश्यते न, परन्तु न श्रूयते, श्रूयते अपि तस्य ध्वनिः अपि न श्रूयते. अतः तत्र यसि यसि इति भवति सूत्रद्वारा, यसि यसि इति संज्ञा भवति, इति नामकरणं भवति, तस्य एव लोपः अनेन सूत्रेण, तस्य लोपः. तस्य कस्य लोपः? यस्य इति तस्य लोपः इति तत्र सूत्रस्य अर्थः. एतत् विधिसूत्रं, लोपविधायकसूत्रम्, इत्संज्ञा लोपविधायकसूत्रमस्ति. तस्य लोपः विधि, अनेन कार्यं विधीयते. अस्तु, अभ्यासः अस्ति. रूपचंश विषये तु दत्तम्, अनन्तरं लिखः. जगदीश महोदय पठितुम् इच्छति वा? महोदय उपदेशे अजननासिका इत् इत्यनेन इत् संज्ञा, तस्य लोपः इत्यनेन सर्वेषां लोपः. पच् इति धातुः कुत्र पठति महोदय? अभ्यासः इति अस्ति, तत्र पठतु महोदय. लिख दुपचंश विषये पठतु. दुपचंश अभ्यास दातवः दुपचंश दु आदिर्जितु दवः इत्यनेन इत् संज्ञा. सो डकारम् अण्ड् उकारम् चङ्क्ष् अनुनासिका अण्ड् षकारं अवशिष्यते पच् वित् हल् हलन्त्यम् इत्यनेन षकारस्य इत् संज्ञा, चकारोत्तरवर्ति अङ्कारः, उपदेशे अनुनासिका इत् इत्यनेन इत् संज्ञा, तस्य लोप इत्यनेन सर्वेषां लोपः. सो पच् इति धातुः अवशिष्यते. लिख उपदेशे आदिर्जिटु द्वः आदि आदि मे तकारम् उकारम् एतो ओ इति संज्ञा भवति. इति संज्ञा भवति महोदय? अनेन सूत्रेण आदिर्नीटुडुवः इति सूत्रेण कस्य कस्य इति भवति? अच्छा, डकारम् उकारम् टकारम् उकारम् ञकारम् अपि च नि नि नि नि नि टु डु सिनो तिस्रः इत्संज्ञा भवति पुत्र अस्ति चेत् पुत्र अस्ति सूत्र आदिर् नितु दवः उपदेशस्य आदौ अस्ति चेत् उपदेशस्य प्रथम उपदेशस्य सूपचंश् इति डु डु इति शब्दसमुदायः समुदायः आदौ अस्ति कुत्रचित् मध्ये अस्ति न किमर्थं चेत् अत्र आदिः इति पदं दत्तम् आदिः स्थितस्य डु नि इत्यस्य इति संज्ञा अनेन सूत्रेण आदि आदि नि टु डु तेनो इति संज्ञा भवति हलन्तीम् इत्यनेन चकारस्य इत्संज्ञा चकारोत्तरवर्ती अङ्कारः उपदेशे अनुनाशक इत्यनेन इत्संज्ञा ततः तस्य लोप इत्यनेन सर्वेषां लोपः सो पच् इति धातुः अवशिष्यते लिख् विषये अपि वदतु लिखा उपदेशे अनुनाशक इत्यनेन अङ्कारस्य इत् संज्ञा भवति सो लिख् हलन्त्यम् इति धातुः अवशिष्यते लिखिति हलन्तधातुः अवशिष्यते हलन्त हल् वर्णः अन्ते यस्य तत् हलन्तम् हलन्तम् ओके लिख् इति हलन्तम् इति धातुः अवशिष्यते अस्तु महोदय धन्यवादः एतत् सर्वं सरलमस्ति कः वदति उक्रैन् निमिदा विषये कः वदति झटति वदतु एतत् समापयामः अद्य अहं वदामि भगिनि हलन्त्यम् इति सूत्रेण ञकारस्य इत्संज्ञा भवति आदिर्निटुडवः इति सूत्रेण डु इत्संज्ञा भवति कृ अवशिष्यते इत्संज्ञा भवति चेत् तत्र किं करणीयं तस्य लोपः भूत्वा कृ अवशिष्यते सत्यं निमिदा विषये वदतु उपदेशे अजनुनासिक इत्यनेन आङ् इत्संज्ञा भवति आदिर्निटुडवः इति सूत्रेण नि इत्संज्ञा भवति तस्य लोपः भूत्वा नि अपि च आ लोपः भवति मिद् अवशिष्यते एतदपि हलन्तधातुः क्रि क्रु इति धातुः कीदृशधातुः अजन्तधातुः ऋकारः अस्ति अजन्त अपि च रुवर्णः अन्ते अस्ति अतः रु कीदृशवर्णः अच् वर्णः अपि च ऋकारः अतः इगन्तः इगन्त अपि अस्ति अजन्त अपि अस्ति नाम द्वयं भवितुं शक्नोति वृद्धिविषये अजन्तधातुः विषयः गुणविषये तु इगन्तविषयः गुणः इगन्तानां गुणः भवति न वृद्धिः केषां भवति वृद्धिः अजन्तानां वृद्धिः भवति ऋकारस्य वृद्धिः भवति तत्र अचोनिनिति इति सूत्रम् अस्ति तत्र अच् वर्णः अन्ते अस्ति चेत् तस्य वृद्धिः णित् अपि च णित् प्रत्ययः परे सो तत्र अजन्तविषयः परन्तु यत्र यत्र गुणः गुणविषयः अस्ति वयं जानीमः इक् वर्णानां गुणः भवति अतः तत्र इगन्तविषयः सो क्रु वी केन् से एस् पर् द काण्टेक्स्ट् क्रु इस् एन् इगन्तधातुः आर् क्रु इस् एन् अजन्तधातुः यत्किमपि कोण्टेक्स्ट् अस्ति वी केन् से लैक् देट् बिकास् रुकारः अचवर्णः अपि च इक्वर्णः अपि अस्ति. अस्तु भगिनि, धन्यवादः. गम्लु विषये अनुसूया भगिनि वदति वा वदतु महोदय. गम्लि धातु अस्ति, ऋकार अनुनासिक अस्ति, तत्र उपदेशजनु नासिकसूत्रेण इत्संज्ञा भवति. तस्य लोपः अपि भवति. गम् धातु अवशिष्यते. लु इति अस्ति, कीदृशवर्णः महोदय? लु अत्र मति अच् वर्णः अस्ति. मात्रा जानाति वा महोदय? अहं जानामि न कुत्र गस्ति. गस्ति तत् गस्ति अकारस्य अस्ति. लुकार लु इति स्वरस्य मात्रा कथं तत्र अस्ति? मेबि ऐ एम् नाट् एबल्. तत्र सपोज् गमी अस्ति, गम् योग ई अस्ति सपोज. अस्तु, सो हौ डु वी रैट् इट्? सपोज् वी आर् जायिनिङ्ग् इट् टुगेदर्, वी रैट् इट् लैक् दिस्. तत्र इकारस्य मात्रा अस्ति, एतादृशः चिह्नम् अस्ति इकारस्य मात्रा. सपोज् इट् इस् अ दीर्घ इकारः नाम, सो हौ डु वी रैट् इट्? वर्णस्य परे तत्र इकारः भवति, तथैव लु इति स्वरः अस्ति. तस्य मात्रा जानाति वा इति मम प्रश्नः. अत्र कथं तत्र लिखितम् इति एतादृशः लिखितं, परन्तु लु इति स्वरः अपि दिस् इस् आल्सो ए फुट् मात्रा. यथा तत्र गमु, सपोज् गमु अस्ति, उ रु तत्र क्रु अस्ति, रुकारस्य फुट् मात्रा, वी काल् इट् एस् फुट् मात्रा बिकास् वी रैट् दिस् चिह्नम् एट् द बिलो पार्ट् आफ् द व्यञ्जनः. तथैव लु अपि अस्ति. गम्लु इति तत्र मात्रारूपेण लिखामः चेत् इट् बिकम्स् लैक् दिस्. दिस् इस् द चिह्नम् आफ् गम्लु. तत्र कम्प्यूटर् मध्ये वयं तत्र न लेखितुं शक्यते, अतः अत्र भिन्नरीत्या लिखितं, बट् दिस् इस् अ स्वरः. लु इति स्वरः अस्ति. लु अत्र रु इति तत्र लु अस्ति महोदय. तत्र दिस् इस् अ फुट् मात्रा, देट् इस् वाट् ऐ वाण्ट् टु से. अत्र तु भिन्नरीत्या लिखितं, सेपरेट्लि लिखितं, किमर्थं चेत् कम्प्यूटर् मध्ये वयं दिस् मात्रा वी केनाट् रैड् बिकास् तत्र लोके एतस्य प्रयोगः नास्ति. परन्तु तत्र वेदेषु एतस्य प्रयोगः अस्ति. वेन् एवर् वी हेव् टु रैड् वी केन् रैट् इट् एट् द फुट् आल्सो बिकास् दिस् लू इस् वित् मकारः. तत्र मकारस्य कृते लू इति स्वरः अस्ति. यथा अत्र मकारस्य कृते ह्रस्व इकारः, मकार उत्तरवर्ती ह्रस्व इकारः, तथैव अत्र मकार उत्तरवर्ती लू इति स्वरः. सो स्वरस्य एव अनुनासिक अस्ति चेदेव तस्य, अतः लू इति स्वरः अस्ति, अचवर्णः अस्ति, अतः तस्य इति भवति. तत्र फुट् मात्रा, तत्र एतत् अपि फुट् मात्रा अस्ति. यथा रुकारः उ अस्ति, तथैव लू अपि फुट् मात्रा अस्ति. अस्तु, दृश्यविषये एकवारं पुनः वदामि. गम्लि धातु अस्ति, लि अनुनासिक अस्ति, उपदेशजनु नासिकसूत्रेण लि सूत्रे लि इति संज्ञा भवति, तस्य लोपः भवति, गम् अवशिष्यते. तथैव अस्ति. अस्तु, युजिर् दृश्यिर् तत्र केन केन तत्र कथम् इति संज्ञा करणीया महोदय? महोदय न दृश्यते अत्र, स्क्रीन् न दृश्यते वा? दृश्यिर् अपि च युजिर् विषये तत्र कथम् इति संज्ञा करणीया? वदामि, अपि न दृश्यते अधुना. इर् इत् संज्ञा वाच्य इति वार्तिकेन युजेर् अस्ति इर् इत् संज्ञा वाच्य वार्तिकेन इत् संज्ञा भवति तस्य लोपेन सूत्रेण लोपः भवति युज् अवशिष्यते सत्यं सो एतत्तु धातवः विषये कथम् इत्संज्ञा करणीयम् अनन्तरं प्रत्ययाः विषये अपि तत्र एतत् सूची दत्तं कृपया सर्वैः तत्र करोतु एतत् अत्र अस्ति एकं सूत्रम् एकं प्रत्ययः अस्ति जुस् सो जुस् इति प्रत्ययः तत्र आदेशरूपी प्रत्ययः इत्युक्ते तत्र मूलप्रत्ययः तु तत्र अस्ति जेर् जुस् सो जेर् जुस् इति स्थाने त आतां झ इति आत्मनिपदि प्रत्ययः त आतां झ इति प्रत्ययः झा स्थाने तत्र अकारः अपि अस्ति झा स्थाने तत्र जुस् आदेशः भवति झा इति किमस्ति तिप् तिप् प्रत्ययः सो सर्वे तिप् प्रत्ययः विभक्तिसंज्ञकाः सो विभक्तिसंज्ञकः अस्ति चेत् विभक्तिसंज्ञकप्रत्ययस्य स्थाने जुस् इति आदेशः भवति अतः अत्रापि सकारस्य इत्संज्ञा निषिध्यते न विभक्तौ तु स्मः किमर्थं चेत् जुस् इति जा स्थाने आयाति सो तत्र एकं सूत्रम् अस्ति स्थानिवद्भावः अनल्विदौ तेन सूत्रेण किं तत्र जुस् उपरि स्थानी तत्र गुणः अध्यारोपिते तदपि अतिदेशसूत्रं स्थानिवद् स्थानिवद्भावः अनल्विदौ सो स्थानिवद्भावः अनल्विदौ इति सूत्रं वदति सर्वे म्यूट् मध्ये तिष्ठतु तत्र ध्वनिः आयाति स्थानिवद्भावः अनल्विदौ इति वदति आदेशः स्थानिवद् भवति जुस् इति प्रत्ययः विभक्तिप्रत्ययः न परन्तु सः आदेशः कस्य स्थाने जा स्थाने जा इति स्वयं विभक्तिप्रत्ययः सो आदेशः स्थानिवद् भवति यथा तत्र सार्वधातुक अपित् निद्वद् भवति तथैव आदेशः स्थानिवद् भवति जुस् अपि स्थानिवद् भवति कस्य स्थाने जा स्थाने आदेशः अतः विभक्तिवद् विभक्ति भवति अतः न विभक्तौ तु स्वाहा इत्यनेन तत्र सकारस्य संज्ञा निषिध्यते अतः अत्र केवलं चुटु इति सूत्रद्वारा च छ ज आदिं स्थितस्य चुटु प्रत्ययस्य ज चुटु अस्ति चेत् तत्र इत्संज्ञा भवति सो जकारस्य इत्संज्ञा चुटु सूत्रेण भवति परन्तु सकारस्य निषिध्यते तत्र किम् अवशिष्यते उस् इति अवशिष्यते सो तत्र उस् इति अवशिष्टभागः तत्र सकारस्य इत्संज्ञा न करोति महोदय अत्र जूस् अस्ति जकार मध्ये आत्मनेपदे बहुवचने स्थाने मध्ये आदेशः भवति जूस् तत्र झा स्थाने जुस् आदेशः भवति झेर् जुस् इति सूत्रम् अस्ति सूत्रं पश्यतु तत्र सूत्रस्य व्याख्या दत्तं सो झा स्थाने जुस् आदेशः भवति सो तत्र जुस् अपि स्थानिवद्भावः अनल्विदौ इत्यनेन सूत्रेण विभक्तिवद् भवति अतः सकारस्य तत्र इत्संज्ञा न करणीयं न विभक्तौ तु स्मः इत्यनेन सकारस्य निषिध्यते तथैव न सपि तु स्वयं विभक्तिप्रत्ययः तत्रापि सकारस्य इत्संज्ञा न करणीयं सो एतत् सर्वं तत्र गृहपाठरूपेण करोतु सर्वे तिङ्प्रत्ययः वा जुस् तिङ्प्रत्ययः वा जुस् झ स्थाने आदेशः न भगिनि तत्र एतत् प्रत्यादेशः भवति जेर् जुस् इति सूत्रम् अस्ति तिप् प्रत्ययस्य स्थाने जुस् आदेशः तिङ् प्रत्यये आगच्छति जुस् किन्तु विभक्तिप्रत्ययस्य आदेशः भवति तत्र त आतां झ अस्ति न भगिनि आत्मनेपदी सो झा स्थाने बहुवचने यः झा अस्ति तस्य स्थाने जुस् आदेशः भवति अतः हानि वि हेव् टु मेन्शन् दि सूत्र न भगिनि कथम् एतत् विभक्ति भवति विभक्तिसूत्रे विभक्तिप्रत्ययेषु तु एतस्य गणना नास्ति स्वस्थानि वद्भावः अनल्विदौ इति सूत्रेण द्वारा सूत्रं किं वदति आदेशः जुस् इति आदेशः अस्ति कस्य स्थाने जा स्थाने सो आदेशः स्थानी वद् भवति स्थानी किम् अस्ति विभक्तिप्रत्ययः सो एतत् अपि विभक्तिवद् भवति यद्यपि स्वयं विभक्ति नास्ति परन्तु विभक्ति यस्य स्थाने आदेशः सः तु विभक्तिसंज्ञकः अतः अत्रापि सकारस्य निषिध्यते इत्संज्ञा न भवति इति कस्य स्थाने जु आगच्छति महोदय आतां झा झा इति बहुवचने अस्ति न भगिनि तत्र सम्पूर्णप्रत्ययः अपगच्छति जकारः अकारः झा अस्ति सम्पूर्णझास्थाने जुस् आदेशः चतुर्थपादे अष्टाधिकं शतकसूत्रम् तत्र प्रायशः विधिलिङ्गकारे भवति विधिलिङ्गकारे एतादृशः आदेशः भवति आं भगिनि पूर्वमपि आं महोदय विधिलिङ्गकारे बहुवचने केवलं विधिलिङ्गकारे तत्र सामान्यसूत्रमस्ति जोन्तः तत्र जोन्तः इति सूत्रेण सामान्यसूत्रं तस्य अपवादः अस्ति जेर्जुस् इत्युक्ते केवलं विधिलिङ्गकारे एव जुस् आदेशः अन्यत्र जुस् आदेशः न भवति अतः अपवादसूत्रम् अन्यथा तु तत्र अन्ति अन्त आदेशः भवति जकारस्य स्थाने अस्तु एतत् सर्वं तत्र गृहपाठरूपेण करोतु कोऽपि भ्रमः अस्ति चेत् अग्रिमस्मिन् तत् कक्षायां तत्र पश्यतु इदानीं तु समयः अभवत् अस्तु शान्तिमन्त्रं कः पठति जगदीश महोदय शान्तिमन्त्रं पठति वा महोदय अस्ति वा पठतु महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओम् श्रीगुरुभ्यो नमः हरि ओम् ओं तत्सत् नमस्काराः धन्यवादाः पुनः मिलामः धन्यवादः सर्वेभ्यो नमो नमः सुप्रभातम्